नमस्कारः. लृङ् लकारः इति नूतनकरपत्रम् आरप्स्यते. भगिनी तत्र तत्र मणिमहोदय पठति वा? महोदय प्राप्तवान् किं? पठामि महोदय. लृङ् लकारः आदधातुकप्रक्रियायाः आरम्भे अनिडादिप्रत्ययाः परिशीलिताः. निच् यक् यासुट् यङ् लुक् यङ् ल्यप् अनेन सौकर्यम् आसीत् यतो हि कुत्रापि इडामचिन्तनं न अपेक्षितं. यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत् लाभाय इति मातुः सिद्धान्तः. अनिडादिप्रत्ययान् परिसमाप्य इडाहमपाठः आरब्धः. अनेन अधुना सर्वे जानन्ति के के धातोः सामान्यतया सेट्, के च अनीट्, के च वेट्. तर्हि अग्रे तदा आधारेण इडानुकूलः प्रत्ययः परिशीलितः आसीत् समूहरूपेण. कीदृशसमूहरूपः? कार्यस्य आधारेण प्रत्ययप्रथमवर्णम् अधिकृत्य समूहीकरणं भवति, यतः तमेव वर्णम् अनुसृत्य कार्यं भवति. अङ्गकार्यं च सन्धिकार्यं च प्रत्ययः प्रथमवर्णसम्बन्धं च भवति. अत्र किं दत्तमस्ति, अनिडादिप्रत्ययाः आदधातुकप्रत्यय यदा आरम्भः तदा अनिडादिप्रत्ययाः निश्चये यक् यासुट् यङ् लुक् यङ् ल्यप् इति अनिडादिप्रत्ययाः पठितवन्तः. दत्वा सौकर्यमासीत् कुत्र इडाहमचिन्तनं भवति इति सौकर्यमासीत्. यत्र यत्र कार्यसाम्यम् अस्ति इत्युक्ते इडाहं भवति वा सां बहु धातवः स एकः इडाहं भवति चेत् तत् भवती समूहकृति समूहकृत्येन बहवः कृतवन्तः. समूहकृत्य साम्यम् अस्ति तत्र तत् पठितुं सुलभः इति मातृभिः सिद्धान्तः. अनिडादिप्रत्ययः परिसमाप्य इडाहम इदानीम् इडाहमः आरब्धः. के के धातवः वयं जानीमः, के के धातवः अजन्तदातवः वा अलन्तदातवः वा वेट्, के के शेट्, के के अनिट्, के के वेट् धातवः इति पठितवन्तः ज्ञातवन्तः. तदेव तर्हि तत् आधारणं निमित्तीकृत्य इडानुकूलप्रत्ययः समूहरूपेण पठितवन्तः. कथं समूहरीति इति भवति इत्युक्ते यदा कार्यं समानं सामान्यमस्ति कार्यस्य आधारेण इतोपि प्रथमप्रत्ययस्य प्रथमवर्णः उदाहरणे तकाराधिप्रत्ययः इत्युक्ते वलादिः इति कारणेन इडानुकूलः प्रत्ययः, तत् आधारेण समूहकरणं भवति. तत् वर्णमनुसृत्य एव कार्यमपि भवति इति. अङ्गकार्यं च सन्धिकार्यं च प्रथमवर्ण प्रत्ययस्य प्रथमवर्णस्य सम्बन्धम् अस्ति इति अत्र दत्तम् अस्ति अहं चिन्तयामः. महोदय क्षम्यतां महोदय, म्यूट् मध्ये अस्ति, वदन्ती अस्मि. धन्यस्मि महोदय. अरुणा भगिनी पठति वा भगिनी अग्रिम परिच्छेदम्? भगिनि यथा पठतु भगिनि. यथा तव्य तुमुन् तृच् इत्येषु त्रिसपत्ये खलु तत्र येषाम् इदानुकूल ओके येषाम् इदानुकूल अनुकूलप्रत्ययानाम् आरम्भे तकारः पठते अपि च ये अकितः सन्ति ते एकत्र एकः समूहः भवन्ति. तास्तव्यतुमुन् तृच् एते चत्वारः चत्वारः तकारादि अकित् प्रत्ययाः स्यातासि लृ लुटोः इत्यनेन लुटि परे धातुतः थास् प्रत्ययः भवति. धातुभ्यः विधीयमानः थास् न तिङ् न वा षित् तिंषित् सर्वधातुकम् इति कृत्वा आदधातुसञ्ज्ञकः वलादिः आदधातुकस्य वलादेः इति कृत्वा इडानुकूलः. तदा दृष्टवन्तः यत् तव्यतुमन्तृचपि तथैव सन्ति. एते त्रयप्रत्ययाः न तिङ् न वा सिट् इति कृत्वा अददर्शिना वलादयः च स्वशादयः न निद्वशीकृते इति कृत्वा इदानुकूलाः. अत्र पुनः एतोपि सादृश्यं वर्तते इति दृष्टवन्तः. यतोहि तास्प्रत्यय सकारादि एते त्रयात् तव्यतुमन्तृचपि तथैव. अस्य सर्वस्य दर्शनेन बुद्धं यत् लुट्लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकारं च भवति तादृशमेव अङ्गकार्यं सन्धिकारं च भवति एतेषु त्रिषु प्रत्ययेषु अपि. पुनः एतेषु त्रिषु प्रक्रियायां बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादि कृत्प्रत्ययानां चिन्तनं मिलित्वा कृतम्. अपि च आहत्य येषां चतुर्णां तकारादिप्रत्ययानाम् इदागम अपवादभूतः अतीव न्यूनः इति कृत्वा इदनुकूलप्रत्ययौ अयं प्रत्ययसमूहः प्रथमतया अधीतः. ओके, इदनुकूलप्रत्ययः के इति प्रश्न उदेति चेत् तकारादि प्रत्ययः अकितः सन्ति. ते एकसमूहः पठामः. तास् तव्यत् तुमुन् तृच् एते तत्त्वदकारः अकित् प्रत्ययः अपि तकारप्रत आर्धधातुकप्रत्ययः तु स्यात् तासि लुडुटोः इत्यनेन लुटि परे धातुतः तास् प्रति विधीयते. तदेव मया उक्तं धातुभ्यः विधीयमानस्तास्प्रत्ययः न तिङ् न वाशेत् अतः अर्धधातुसंज्ञा भवति. तदनन्तरं बलादि इति बलादि प्रत्ययः आर्धधातुकस्य इड्बलादे इति सूत्रेण इदनुकूलः इति दृष्टवन्तः. तव्यतुमन्तृचपि तथैव सन्ति. अत्रापि त्रयः प्रत्ययः न तिङ् न वा सित् इति कृत्वा आदधातुसञ्ज्ञकः वलादयः च वशादयः अपि न इति कृत्वा इदानुकूलाः. अत्र सादृश्यं वर्तते इति दृष्टवन्तः. यतोहि तास् प्रत्यय तकारादि एते त्रयः तव्यतुमनुचपि तथैव. लुट्लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति तदा एव अङ्गकार्यं सन्धिकार्यं च भवति त्रिषु तव्य तुमन्तृच् प्रत्ययेषु. अत्र इडागम एतां चतुर्णां तकारादिप्रत्ययानाम् इडागम अपवादभूतः धातवः अतीव न्यूनाः इति कृत्वा पदमं वयं पठितवन्तः इदनुकूलप्रत्ययेषु प्रक्रिया. तर्हि तत्र तास्तव्य तुमुन् पृच्छति समानाः भवन्ति. तत्र यथा उक्तं सकारादि अकित् इति कृत्वा साम्यं वर्तते इति. अस्तु भगिनि, आहत्य तावदासीत् खलु. पठामि भगिनि. क्षम्यताम् अन्य पठतु वा भगिनि सरला भगिनि गृहं प्राप्तवती वा भगिनि भगिनि एकमहम् अपि एकं पठामि भगिनि यथा तव्यत् तुमुन् त्रिचित्येषु त्रिषु प्रत्ययेषु अस्माकं सामान्य इडागमपाठे एक एव अपवादः तीश सह लुभ ऋष ऋषः इत्यनेन दिवादिगणे इष् धातुः सह लुभ ऋष ऋष इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धातुकप्रत्ययाः विकल्पेन इडानुकूलाः इडागमानुकूलाः तासि नाम लृट्लकारे तीश सह लुभ ऋष ऋषः इति तु प्रसक्तम् अस्ति तद्विहाय च इतोपि केवलम् एकः अपि अपवादः तासि च कृपः कृप् धातोः परस्य परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आर्धातुक प्रत्ययः च अनयोः इडागमः न भवति तर्हि किम् उक्तमस्ति तत्र यत्र तव्यत्तुमुन् तृच् इति भवति तत्र तु तासि क्षम्यतां तीश सह लुभ ऋष ऋषः इति विकल्पेन इडानुकूलाः भवन्ति यत्र तकारादि आर्धधातुकप्रत्यये परे इति अत्र तव्यत्तुमुन् तृच् त्रयमपि तकारादि महोदय न श्रुतं सम्यक्तया इण्टर्नेट् हरि ओम् अर्णपणि श्रुतं वा न अहं न शृणोमि It's making that name. Hari Om Shwete ki? Na Shurta Maudhya. Shwete ki. Tatra kaha hai ki mukta masita mayana nyata bhavan dhi avagamya te ki? Ki mukta me diva? देशसः सूत्रं पञ्चदातवः विकल्पेन इडागमानुकूलाः सूत्रमस्ति तत्र कः किमर्थं तत्र भेदः भवति इति किमर्थम् उक्तमस्ति किमर्थं किम् अस्ति रीति कथं ते समूहीकृत्य भिन्ना भिन्ना अंशा भवन्ति साधु तथा प्रथमं यथा अत्र यत् पूर्वं वयं ये अनिदा पक्षे दृष्टवन्तः लिट्लकारस्य केवलं न्यूना अपवादापि परस्परभेदः नास्ति किन्तु सामान्य इडानुकूलता नास्ति इति तत्र उक्तमस्ति खलु न्यूनाः सन्ति अस्तु तदनन्तरं कृप्धातोः अपि सासि प्रत्यपि सासि चक्रपः इति तत्र के न्यूना अपवादाः सन्ति तेषां विवरणम् अस्ति अत्र अवगतं भगिनि अवगतम् अत्र अग्रे पुनः मरणि महोदय हरि ओम् पठामि क्षम्यतां म्यूट् मध्ये अस्ति अन्ये तकारादिकृत् प्रत्याः त्वा तौ तु कः तिन् इति प्रसिद्धाः परन्तु अस्मिन् पाठे न सम्मिलिताः यतोहि येषां चतुर्णाम् इडाहमहर्षेः विशेषाः अनेकाः सन्ति तास्तव्य तु मन्त्रिषु इत्येषु विशिष्ट इडागमसूत्राणि अतीव न्यूनानि सन्ति. अतः ये इडागमसम्बन्धः सामान्यनियमः अस्माभिः अतीताः ते सर्वे चङ्गञ्चन्ते अस्मिन् पाठे. किन्तु त्वा तव तु इत्येषु प्रत्ययानां कृते अनेकानि विशिष्ट इडागमसूत्राणि सन्ति. तदर्थं येषां पाठः पृथक् भवति. तव तु इत्यनयोः इडागमव्यावस्था समानाः. अतः एकत्र तयोः पाठः भविष्यति. परन्तु त्वा प्रत्ययः करिष्यते, पुनः इत्तिन् प्रत्ययः करिष्यते. पृथक्तया पुनः इत्तिन् पृथक्तया करिष्यते. धन्यवादः महोदय. तकरादि कृत्प्रत्ययः तव तु उक्तिन् त्वा अपि तकारादिप्रत्ययः. परन्तु एकसमूहे न कृतं. किमर्थं चेत् तास्तव्यतुमन्त्रिप्रत्ययः इडानुकूलः समूहः सामान्यतया इडानुकूलः. परन्तु इडानुकूलसम्बन्धः सामान्यनियमः अस्माभिः सामान्यनियमः अस्ति चतुर्णां तास्तव्यत् तकारादिप्रत्ययः. परन्तु तावत् युक्तप्रत्ययः सामान्यम् इडाहम् अनुकूलः समूहः न भवति. किमर्थं चेत् अनेकानि विशिष्टानि सूत्राणि अपि भवति. सदुर्नाम तावत् वा युक्तप्रत्ययः वा तं तं प्रत्ययः इडानुकूलः डिफरेण्ट् अस्ति इति कृत्वा तावत् प्रत्ययः इडानुकूलः समानः. अतः द्वयोः अपि द्वयोः एकसमूहे पाठः भविष्यति. अनन्तरं त्वा प्रत्ययः पृथक्तया पठनीयं. किमर्थं चेत् तस्य इडानुकूलः अपि डिफरेण्ट् अस्ति इति. अनन्तरं इत्तिन् प्रत्यय अपि पृथक्तया पठनीयम् इति तदेवं मम अवगमनं महोदय. धन्यवादः महोदय. तत्र अरुणा भगिनी एतावता सामान्यतकारादि अकित् प्रत्ययानां पाठः समाप्तः. नूतनपाठसमूहो च आरब्धः. इडनुकूलसकारादि आर्जदातक अकित् प्रत्ययः सम्मिलितरूपेण क्रमेण पठिष्यमाणाः ते एति सन्ति स्या रुट् रुङ् सिप् लेट् सियुट् अर्पनेपदि आशीर्लिङ् सन् सन्नन्तदातवः. अनन्तरं सिच् लुङ् लिट् नामदातवः च एते पृथक्तया करिष्यते. लुङ् लकारस्य सिच् प्रत्ययः पृथक् अस्ति. यतोहि लुङ् लकारे अनेकप्रत्ययाः सन्ति. येषां प्रत्ययानां प्रसङ्गे सिच् करिष्यते. अधुना परिच्छेदे वक्तम् अन्यप्रत्ययः इदनुकूलप्रत्ययः किम् इति दत्तं. वयं पठितवन्तः सामान्य तकारादि पाकित् प्रत्ययः पाठः तव्यत्मुन् तृच् रुट्लकारस्तुति वयं पठितवन्तः. अधुना नूतनपाठः अस्ति इडनुकूलसकारादि आदुदातुक अकित् प्रत्ययः. पुनः पठामः. सकारादि अदुदातु अकित् प्रत्यये इति प्रश्ने अस्ति. अत्र स्या लुङ् रुट् रुङ् लकारे प्रयुज्यते. सि लेट् सि लुट् आत्मनेपदि आशीर्लिङ् सन् सन्नदातवः. अनन्तरं सिच् लुङ् लकारे सिच् लुङ् लिट् नामदातः च पृथक्तया करिष्यते. किं लुङ् लकारे सिच् प्रत्यय पृथक् अस्ति. यत् कारणम् अस्ति लोलकारे अनेके प्रत्ययाः सन्ति तत् कारणात् सिच् करि प्रत्ययः पृथक् पठिष्यामः. They're just giving what are all the pratyayas yadi. Astu tarhi etavata idanukula sakaradi ardhadatuka akit pratyanam patha arabdha gate pate lritla karena asminapi idagama apavada yunaha ahatya pancha apavada bhutani sutrani santi ridhano hosye सेसिचि कृतच्छ्रुतच्छ्रुदत्रुदनृतः घमेरिट् परस्मे पदेषु न वृद्भ्यश्च तुर्भ्यः वृद्भ्यश्चतुर्भ्यः तासि च कृपः एतानि पञ्चसूत्राणि प्रसक्तानि सन्ति प्रवर्तमाने पाठे अपि यतोहि प्रत्ययः नाम प्रत्ययः समानः स्य इत्येव प्रत्ययः अत्रापि स्य प्रत्ययः अस्ति इति कृत्वा तत्र पूर्वं पञ्च अपवादभूतसूत्राणि यानि अस्माभिः अधीतानि तानि अत्रापि तत्र प्रसक्तानि भवन्ति. ऋद्धनोः स्ये इत्यनेन स्ये परे ऋकारान्तधातूनां हन्धातोः उत्तच्छ इडागमः भवति खलु. तदनन्तरं सेसिचि कृतच्छ्रुतच्छ्रुदतृदनृतः इत्यनेन किं भवति? से परे असिचि सकारादिप्रत्यये परे कृतच्छ्रुत तत्र किम् अस्ति? कृतच्छ्रुतच्छ्रुद त्रुदनृत इत्येतेषां तु तत्र विकल्पेन इडागमः भवति इति वयं पूर्वं पठितवन्तः. अनन्तरं गमेरिट् परस्मैपदेषु इति सूत्रं गम् धातोः यत्र परस्मैपदि आर्धधातुकप्रत्ययः परे भवति तत्र तु तत्र किं भवति? इट् भवति. सामान्यतया इट् नास्ति खलु गम् धातुः, गत्वा इत्येव वदामः. किन्तु अत्र तु परस्मैपदि आर्धधातुकप्रत्ययः परे अस्ति चेत् यथा परस्मैपदी आर्धधातुकप्रत्ययः इति कुत्र भवति? यत्र लृट्लकारे तत्र तु इडागमः भवति, घमिष्यति इति रूपं प्राप्नुमः. अत्र परस्मैपदी इति किमर्थम् उक्तम् अस्ति इति पूर्वं वयं तत्र एङ्ग्लुकि यत्र आत्मनेपदीत्वं प्राप्नोति तत्र तु इडागमः न भवति इति कृत्वा. तदनन्तरं किम् आसीत्? न वृद्भ्यश्चतुर्भ्यः इति सूत्रम्. तत्र किम् आसीत् इत्युक्ते तत्र वृत् इति धातोः इति तदनन्तरं वृत् चत्वारः धातवः सन्ति. वृत् वृद्ध श्रुद्ध स्यन्दिति एतेषां तत्र आर्धधात् सकारादि आर्धधातुकप्रत्यये परे यत्र परस्मैपदप्रत्ययः अस्ति चेत् तत्र तु पुनः इडागमः भवति इति. तर्हि गमेरिट् परस्मैपदेषु यत् वदति तदेव एतदपि वदति खलु. अत्र तु ओ न इत्यनेन तत्र विपरीततेन अत्र तु न भवति इति सामान्यतया वर्तिष्यति इति वदामः खलु वृत्तधातोः. अत्र तु भिन्नवृत्तधातुः अस्ति वा? वत्स्यति वत्स्यति इति एकनिमिषं पश्यामि. वृत्तिति वृत् वर्तने इति धातोः तु विकल्पेन भवति खलु अत्र क्षम्यताम् एकनिमिषम्. वृद्भ्यश्च इत्यनेन विकल्पेन परस्मैपदि भवति परन्तु इडागमः न भवति. तत्र ओ अस्तु, परस्मैपदि इडागमः न भवति, आत्मनेपदी अस्ति चेत् इडागमः भवति, वर्तिष्यते इति भवति. किन्तु वर्तस्यति इति परस्मैपदीरूपम्। अत्र वर्तते इति वृत्तधातुः साक्षात् आत्मनेपदी अस्ति, तर्हि किमर्थं तस्य परस्मैपदीरूपम् आरोपितं भवति इति केनापि स्मर्यते किम्? विकल्पेन परस्मैपदं भवति वृद्ध्यश्यसनोः इति सूत्रेण। विकल्पेन इदा प्रथमं तु परस्मैपदत्वं विकल्पेन भूत्वा, तदनन्तरं यत्र परस्मैपदी अस्ति तत्र तु इडागमः न भवति, आग्नेपदी यत् अस्ति तत्र तु इडागमः यथा सामान्यं भवति तदा भवति एव। तदनन्तरं तासि च किलृपः इत्यनेन किं भवति? किलृप् इति साक्षात् एकः तत्र तत्र श्रुद्धातोः किं भवति तत्र तु इडागमः भवति न भवति वा? न भवति, कल्प्स्यति इत्येव भवति। सकारादि आर्धातुकप्रत्यये परे तासि परे च तत्र इडागमः न भवति। तर्हि अन्तिमसूत्रद्वयं यत्र इडागमः निषेधः भवति, तदनं वृद्धनोः सेः इति इडागमः विधीयते, से असि चिकिरि तासि च क्लिप् अनेन इडागम परस्मैपदी न भवति किन्तु इडागम आत्मनेपदी भवति। परस्मैपदे न भवति, सत्यं भगिनि, अत्रापि परस्मैपदे न भवति। तत्र निवृद्धशत्रुभ्यः इत्यस्य अनन्तरं तासि च क्लिप् उभयत्रापि परस्मैपदी इडागमः न भवति, आत्मनेपदी तु भवति एव। गमेरिपरस्मैपदेषु इत्यस्मिन् यत्र परस्मैपदी भवति तत्र तु इडागमः भवति, तत्र हि तदेव अन्तिमसूत्रद्वयं निषेधकमस्ति, परस्मैपदे निषिध्यते, किन्तु गमेरिट् इति सूत्रं तु परस्मैपदे विधीयते, किन्तु आत्मनेपदे निषेधः भवति, तत्र तु आत्मनेपदे न भवति सामान्यतया एव गम् धातोः, तर्हि विपरीतत्वेन भवति। तदनन्तरं सेचि कृत श्रुत श्रुत नृत ऋतः इत्यनेन विकल्पेन भवति खलु, सकारादि कृत इत्यनेन विकल्पेन भवति वेद् भवतः एते धातवः। अस्तु, तर्हि प्रथमं तु नित्यम् इडानुकूलः, द्वितीयं तु विकल्पेन, तृतीयं तु परस्मैपदे इडागमः भवति आत्मनेपदी न भवति, चतुर्थं तु चतुर्थं पञ्चमं च परस्मैपदी न भवति आत्मनेपदी तु भवति। एतानि पञ्चसूत्राणि प्रसक्तानि सन्ति प्रवर्तमाने पठेपि, यतोहि प्रत्ययः समानः स्य प्रत्ययः एव लृङ्लकारे अपि भवति खलु, स्यतासि लृटोः इत्यनेन लृङ् इत्यस्यपि भवति। समीचीनं, सरला भगिनी प्राप्तवती वा भगिनी गृहम्? अधुना पठति वा भगिनी परिचयः? तर्हि अधुना अस्मिन् पाठस्य प्रत्यय अग्रे गच्छेम। गते पाठस्य प्रत्ययस्य लिङ् लकार अवलोकितः आसीत्, अस्मिन् पाठे अपरस्मिन् अर्थे लिङ् लकारस्य स्य प्रत्यय अवलोकयिष्यते। लिङ् लकार असम्भावनार्थे भवति इति वदामः। लिङ् लकार विधायकसूत्रस्य अवलोकनात् पूर्वं सम्भावनार्थे विधिलिङ् लकारस्य विधायकसूत्रम् अवलोकयामः। तु अधुना लिङ् लकारस्य परिचयः दत्तमस्ति, तस्मात् पूर्वं वयं लिङ् लकार पठितवन्तः, तत्रापि लिङ् लकारे स्य प्रत्यय आगच्छति सतासि लटो अनेन, तो लिलति लिलति या तत्र लिट् लकारस्य यत् स्य प्रत्ययसि, अत्र अपि लिङ् लकारे अपि स्य प्रत्ययसि इति समानता अस्ति लिट् लिङ् लकार मध्ये, किन्तु लिङ् लकार भवति यत्र असम्भावनां इति असम्भावना इति अस्ति तत्र लिङ्गकारस्य उपयोगः भवति किन्तु लिङ्गकार तत्र भवति यत्र लिङ्गकार अस्ति तस्य लिङ्गि और् लिङ्गकारस्य अपि समानता अस्ति किं समानता अस्ति यत्र लिङ्गकार अस्ति तत्र सम्भावना अर्थे भवति लिङ्गि किन्तु लिङ्गकार भवति असम्भावना अर्थे किन्तु ये पूरी ये सोपानानि सन्ति ते समाना एव सन्ति लिङ्गकार सम्भावना अर्थे अस्ति लिङ्गकार असम्भावना अर्थे अस्ति इति भेदः अस्ति तत् सूत्रमस्ति हेतु हेतु मतो लिङ्ग हेतु च हेतुमान् इत्यनयो उपस्थितौ अर्थात् कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति हेतुकारणं हेतुमतफलं हेतुभूते हेतुमति च अर्थे वर्तमानधातो लिङ् प्रत्ययः वा भवति सर्वलकाराणाम् अपवादः इति काशिकायां पक्षे लिङ् अपि विकल्पेन लित् लकार अपि भवति काशिकायाम् अग्रे निर्दशनं दक्षिणेन चेत् अयायात् न शकटं परया भवेत् यदि कमलकाम् आह्वयेत् न शकटं परया भवेत् दक्षिणेन यानं हेतु अपर्या भवनं हेतुमत् विभाषा च यामिष्यति भविष्यति च काले तेन लिङ् अपि भवति तत् लिट् अपि भवति क्षम्यतां लिट् अपि भवति दक्षिणेन चेत् यास्यति न शकटं पर्या भविष्यति या प्रापणे अदादौ गच्छति इति अर्थ लटि याति विधिलिङ्गि यायात् परि योग आयोगभू पर्या भवति इत्युक्ते टु टर्न् अप्सैड् डौन् कार्यकारणभाव अपि भवेत् भविष्यति अपि भवेत् वर्तमानकालार्थे इति चेत् न विधिलिङ्ग् भवति न वा लिट् हन्ति इति पलायते हेतुः अस्य अस्ति इति हेतुमान् हेतुश्च हेतुमान् च तयोः इतरेतरद्वन्द्व हेतु हेतुमन्तौ तयोः हेतु हेतुमतोः हेतु हेतुमतोः सप्तम्यन्तं लिङ् प्रथमान्तं द्विपदमिदं सूत्रं विभाषाधातौ सम्भावनावचने यदि इत्यस्मात् विभाषा इत्यस्य अनुवृत्ति धातोः प्रत्ययः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं हेतु हेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा यथा वयं दृष्टवन्तः लिङ्गकार तत्र भवति यत्र असम्भावना इति अपेक्षितं लिङ्गकार तत्र भवति यत्र सम्भावना अपेक्षितं तत्र प्रथमं लिङ्गकारस्य कानि सूत्राणि लिङ्गकार प्रति प्रसक्तानि तेषां अध्ययनम् अस्ति तो इति प्रथमं लकार अस्ति हेतु हेतुमतो लिङ् हेतु इत्युक्ते कारणं हेतुमतो यत् हेतुमान् भवति यस्य फलं कार्यफलं कारणकार्यफलं तयोः सम्बन्धः अस्ति अत्र सो यत्र हेतु हेतुमतो तयोः उपस्थितिः अस्ति तत्र लिङ् लकार भवति तो इति हेतु च हेतुमान् इत्यनयोः उपस्थितौ अर्थात् कार्यकारणभावे सति धातुतः विकल्पेन लिङ्गकारः भवति लिङ्गकार विकल्पेन भवति एक यत्र लिङ्गकार न भवति अन्यपक्षे लिट् लकारः भवति यत् वयं गतपाठे पठितवन्तः तो हेतु इति वयं जानीमः कारणमपि हेतुमति इति क्रियाफलमस्ति इति काशिकायां दत्तमस्ति इति लकार सर्वलकाराणाम् अपवादः अस्ति इति सर्वलकाराणाम् अपवादः कथम् अस्ति कारणं कि यत् लिङ् लकारस्य असम्भावना अस्ति अस्ति अपि तत्र असम्भव पक्षे लिट् अपि भवति लिङ् अपि भवति लिट् अपि भवति लकार लिङ् तत्र सम्भावना अस्ति तत्र एकपक्षे लिङ् लकारः अस्ति अन्यत् पक्षे लिट् लकारः अस्ति अतः अति विचित्र विशिष्यसूत्रं विशिष्यपरिस्थितिः अस्ति. उदाहरणं दत्तम् अस्ति दक्षिणे दक्षिणेन चेत् यायात् न शकटं पर्या भवेत्. इत्र या इति धातु अस्ति आकारान्तधातु अदादीयगणीयधातु. अत्र याति इति भवति लटि किन्तु यत्र विधिलिङ्ग् अस्ति रूपं यायात् इति भवति विधिलिङ्ग् रूपं. सो दक्षिणेन चेत् यायात् न शकटं पर्या भवेत्. पर्या भवेत् परि उपसर्ग अपि आ उपसर्ग भूधातुतः भ्वादिगणीयधातु परि आ तस्यो मध्ये यं सन्धि भूत्वा पर्या इति भवति पर्या भवति इति लटि आगच्छति. तु इदानीम् उदाहरणम् अस्ति दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् द्वयमपि हेतु अस्ति दक्षिणेन चेत् आया सः वाक्यस्य कः अर्थः यदि इति यान कं सन्धि southern side then yanam came on the dakshinena side then shakatam would not have turned upside down na shakatam paryahave it is sambal kama kamala kama ahavaye if you would have called the driver then the shakatam would not have turned upside down iti. So that's why both sentences are in ling lakara karanam asti atra to asambhavah kalu it did not come from the south side and it did get upturned right. This is sambhavana asti sambhavana asti sadhu दक्षिणेन चेत् यायात् इफ् यु वुड् हेव् गान् आन् रैट् आन् द रैट् सैड् देन् इट् वुड् नाट् हेव् इट् इस् अ सम्भावना रैट् इट्स् अ पासिबिलिटि रैट् ओके ओके अण्डर्स्टाण्ड् इफ् यु वुड् हेव् काल् द ड्रैवर् देन् तत्र दक्षिणेन यानं तु हेतु तु अपर्याभवनं तु हेतुमान् अस्ति किन्तु विभाषा चायमिष्यते इति किम् अस्ति. So vibhasha chayam iti vibhasha means if vikalpina yadi vayam ling lakarana upayogam kurmaha tatra lit lakara bhavati ayam ishyate ayam ishyate asta cha ayam ishyate iti asti sadhu asta na shakatam iti means the cart right kim bani na shakatam न शकटं पर्या भवेत् इत्युक्ते द कार्ट् वुडन्ट् हेव् फ्लिप्ड् ओवर् इति. हि वास् ड्रैविङ्ग् सपोज़् लैक् यु डु यू हाल् आर् समथिङ्ग् लैक् देट् एण्ड् वित् योर् कार् यु अटाच् समथिङ्ग् एल्स् एण्ड् देन् यु ड्रैव् आन् योर् ओन् सो द शकटं देट् पिक् अप् लैक् देट् महोदय कार्ट् इस् फ्लिप्पिङ्ग् ओवर् महोदय. सो वाट् हेपन्ड् वास् there was a yanam this I think dakshinena ched yayat because the shakata came along the kimasi left hand side with the car the right hand it actually flipped over. So if it had not if it see what he says is if it had come on the on the right hand side by the right hand side then it would not have flipped over it. Dhanyavad. And if we had called the driver then the cart would not have flipped over it. Kamalakam ahoyet. So we should have called the driver cart driver iti vadama oh yeah iti artham asti gachati iti artha ya dato ho artham asti iti अत्र कार्यकारणं भावः अस्ति यदि एक कारणं भवति दक्षिणे दक्षिणेन आयात् इति इफ् यु कम् आन् द राट् सैड् आर् यु कम् फ्रम् द सौत् इट् विल् बि लैक् देट् देट् विल् बि कारणं या हेतु फलमस्ति शकटस्य स्लिपिङ्ग् ओवर् न would not have happened. So that would be the karya phala, or it would be that shakatasya shakatasya parya bhavanam iti bhavati hetuman. So iti bhavati hetuman tasra astu. So iti nakevalam ling lakara tasya api dakshinena chet yasya tivayam api lit lakara tya payogam katum chakno maha. Like in bhavishya, like in suppose next time you want to drive, then you are warned, right? So dakshinena, then next time if you can you come from the right side, then you are this won't so dakshinena yadi aya gacha gamishyati tat tadanin shakatam tasya पर्याप्तं न भविष्यति इति भवति इति आगच्छति इति सो लिट् लकार अपि उपयोगं कर्तुं शक्नुमः वा लिङ् लकार अपि उपयोगं कर्तुं शक्नुमः इति इदानीं हेतु हेतुमतोः लिङ् इति सम्भावना अर्थे इति सूत्रं दत्तमस्ति किन्तु यत् अस्माकं पाठमस्ति लिङ् लकार तत्र असम्भावना अर्थे अस्ति कथम् आगच्छति तत्र अग्रे पश्यामः किन्तु वयं तावत्पर्यन्तं कृतवन्तः तत्र अग्रे किम् उक्तमस्ति भगिनि अत्र तद् अवगच्छति वा हन्ति इति वर्तमानक्षेत् न करोति सम्भावना केवलं लिङ्लकारे एव भवति न तु लिट् लकारे यथा काशिकायां दत्तम् अस्ति इति अप विकल्प इति अस्ति न कार्यकाराणाम् अपवादः अस्ति भविष्यति अपि भवेत् इति हन्ति इति पालय पलायते इफ् इट् इस् यु नो कार्यकारणभावः पृच्छामि तत्र कार्यकारणभावः अपि भवेत् भविष्यति अपि भवेत् इति उक्तमस्ति तत्र को अर्थः विधिलिङ्ग् अस्ति चेत् तत्र भविष्यति किं भवेत् इति किमर्थं भविष्यति भवेत् इति उक्तं कारण की विभाषा अस्ति तत्र विकल्पे नास्ति इत्युक्ते कार्यकारणभावः अपि भवेत् चेत् तत्र तत्र कार्यकारणभावः यत्र अस्ति तत्र तु लकारः एव न इष्यते खलु न हन्ति इति पलायति तत्र कार्यकारणभावः अपि अस्ति परन्तु वर्तमाने अस्ति इति तत् हन्ति इति पलायते बिकास् हि वास् गोयिङ्ग् टु किल् दट्स् वै हि रान् अवे बेसिक् ऐ वाण्ट् टु गो बेक् टु द फस्ट् लैन् कार्य तत्र पूर्वतनवाक्यं कार्यकारणभावः अपि भवेत् इति उक्तमस्ति यत्र हेतु हेतुमान् भवति तत्र तु कार्यकारणं भवेत् अनन्तरं भविष्यति अपि भवेत् विच् मीन्स् भविष्यत्काले भवति किन्तु वेर् ऐ एम् सेयिङ्ग् इफ् द काट् हेड् टेकन् द रैट् हेण्ड् सैड् देन् इट् वुड् नाट् हेव् टर्न्ड् ओवर् इत्यत्र वदामि तत्र तु भविष्यत्कालः नास्ति खलु तत्तु इट् आलरेडि हेपन् रैट् इट् इट् आलरेडि केम् आन् दि अदर् सैड् अण्ड् इट् हेड् टर्न्ड् वार्निङ्ग् फार् द फ्यूचर् एवमस्ति वा तदेव मम प्रश्नः अस्ति इति अहं इति अपि वक्तुं शक्नुमः तत्र काशिकतः तत्र द्रष्टादेव डाट् काम् मध्ये किं किन्तु भगिनी सूत्रमस्ति विभाषा धातौ सम्भावने वचने यदि तत्र अहं लिट् लकारे अपि पठितवन्तः तत् सूत्रम् प्रथमम् एकं सूत्रमस्ति यत्र लकारस्य प्रयोगः अस्ति द्वितीयसूत्रमस्ति यदि अस्ति तत्र विकल्पेन भवति इति दर्शयामि लकार इति वयं दृष्टवन्तः अभिज्ञावचने लिट् तदनन्तरं न यदि इति वयं दृष्टवन्तः अभिज्ञावचने अनद्यतने भूते यदि धातो लिट् प्रत्ययः न अभिज्ञावचने अनद्यतने भूते धातोः लिट् प्रत्ययस्य परश्च तत् अनद्यतनकालस्य प्रयोगः अस्ति किन्तु इति समान प्रिन्सिपल् अस्ति किमिति बोधकसामित्य सत्ये अपि So what they are saying is because this sutra, the previous sutra already has ling and we could have just anuvritti, we could have just taken it from anuvritti that the mastu, because it is only for the future tense, this entire usage hetu mator ling iti sutram, it is only for it indicates the kala samanitya ling lakaraha kala nirneha nabhavati kalu यत्र लिङ्ग्लकारः भवति केवलं लृट् लेट् तादृशप्रत्ययः एव लृट् एते एव तत्र कालनिर्णयः भवति यत्र लिङ्ग् अस्ति विधिलिङ्ग् वा अशिलिङ्ग् वा भवतु तत्र तु कालनिर्णयः नास्ति लुङ्ग् अपि काल तत्र किमस्ति लृङ्ग् अपि कालनिर्णयः नास्ति तर्हि अत्र किमर्थम् अनुवृत्तिः नास्ति इत्युक्ते अस्मिन् सूत्रे कालनिर्णयः अस्ति किं कालः इत्युक्ते भविष्यत्कालार्थे उक्तमस्ति इति अस्ति इति कृत्वा पृथक् गृहीतमस्ति अनन्तरं यत्र यत्र क्रियातिपत्तौ लृङ् भवति इति उक्तमस्ति तदनन्तरं यत्र वर्तमाने काले अस्ति समथिङ्ग् दट् रैट् नौ हेपनिङ्ग् देन् यु केन् जस्ट् बिकास् इट् इस् अ कालनिर्णयः अत्र तु लिङ्ग्लकारः सामान्यतया लिङ्ग्लकारः कालनिर्णयः नास्ति विधिलिङ्ग् तर्हि यु कुड् हव् यूस्ड् इट् इन् प्रसेण्ट् टेन्स् एस् वेल् विधिलिङ्ग् सामान्यतया लैक् वेर् ऐ एम् सेयिङ्ग् यु शुड् बि डूयिङ्ग् भवान् कुर्यात् इति अहं वदामि लोट्लकारः अपि भवान् करोतु इति वदामि तत्र कालनिर्णयः नास्ति अत्र करोतु इति अधुनापि वक्तुं शक्नोमि फ्यूचर् टेन्स् मध्ये अपि भवान् करोतु इति वक्तुं शक्नोमि कुर्यात् इति वक्तुं शक्नोमि किन्तु अत्र तु यत्र अहं वदामि तत्र दक्षिणेन यदि दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् इति यु शुड् बि कमिङ्ग् इन् दक्षिण सो यु डोण्ट् गेट् ओवर् टर्न्ड् इति फार् अ फ्यूचर् टेन्स् रेफरेन्स् अस्ति दो इट् इस् टेक्स् अ लिङ्ग्लकार विधिलिङ्ग्लकार इट् आक्चुलि इट् हेज़न्ट् हेपन् इट् इस् फार् अ फ्यूचर् टेन्स् इट् इस् लैक् एन् अलर्ट् लैक् हौ केन् यु सीट् बेल्ट् सो यु डोण्ट् गेट् तादृश अलर्ट्नेस् फार् फ्यूचर् टेन्स् मध्ये तावत् न सम्भूतं सो यु जस्ट् वाण्ट् मेक् शूर् यु आर् नाट् हर्ट् इति एव तत्र आशयः अस्ति तर्हि फ्यूचर् टेन्स् तत्र भवति इति कृत्वा अत्र तु फार् फ्यूचर् टेन्स् एनिथिङ्ग् दट्स् करेण्ट्लि हेपनिङ्ग् ओ वियर् योर् सीट् वेल् सो यु डोण्ट् गेट् थ्रोन् औट् इति यत्र अधुना भव प्रवर्तते चेत् अहं तु लेफ्ट्कारस्येव प्रयोगं कर्तुं शक्यते इति किन्तु अपि सो देट् यु डोण्ट् गेट् यूस् द सीट् बेल्ट् डोण्ट् गेट् इञ्जेक्टेड् सो देट् आल्सो सम्भावना अस्ति अतः लिङ्गकार साधु भवति तर्हि यत्र सम्भावना इति अत्र तु वदामि अत्र तु इट्स् मोर् लैक् अ अलर्ट् तत्र वी केन् यूस् देट् लिङ्क् लिट् एण्ड् वेर् इस् द नान् कम्प्लीशन् आफ् एन् एक्शन् इफ् देर् इस् अ नान् कम्प्लीशन् आफ् द एक्शन् देन् इल्ृङ्ग्लकार विल् बि यूस्ड् इति काशिकायां कृतमस्ति तदर्थमेव वि आर् रीडिङ्ग् दिस् सूत्र सो वि अण्डर्स्टाण्ड् वाट् इस् ई what is the cause of a possible asambhavanaya atto sambhavana uchyate where you know you might get ejected iti sambhava mahodaya varam varam iti smabhi suchitavan bheda ling of chilling asti sambhavana arthe asti vidhi ling asambhavana arthe asti ling lakara तत्र सामान्य लङ्लकार लिङ्ग् तत्र विधिलिङ्ग्लकारः तु सम्भावना अपि नास्ति दट् इस् मोर् लैक् अ लृट्लकार सामान्यतया लिट्लकार तत्र विधिलिङ्ग्लकार इट् इस् यूस्ड् फार् इट् इस् वेरि सिमिलर् टु वाट् यु काल् अस् तत्र लोट्लकार आज्ञा प्रार्थना इति तादृशं भवति खलु तत्र किम् आसीत् निमन्त्रण आमन्त्रण अधीष्टसम्प्रश्नार्थेषु लिङ्ग् इति सूत्रमस्ति सामान्यतया लिङ्ग् इस् फर् विधिः निमन्त्रण आमन्त्रण अधीष्टसम्प्रश्नप्रार्थना इति लिङ्ग् भवति सामान्यतया लोट् अपि समानार्थे एव लोट् अपि भवति they are not indicative of any future present or past tense they it is kala nirneha tatra nasti but in this case etra sambhavana arthe asti aduna ham avagachami samanite tatra geeta pravesh geeta sopana pustake sambhavana arthe vidiling iti uktam asit but when we read the sutras there was no mention of sambhavana for vidiling and I could not understand like where does when a book brings in the concept of sambhavanarthe vidiling right so now I understand this is a sutra for sambhavanarthe so in this sutra it is for sambhavana for future tense because it might possibly happen iti sambhavana you might get thrown out iti atra sadadrisha sambhavana tadanantram yatra sambhavana eva na bhavati asambhavana asti something that doesn't happen tadartam lringlakarah iti agrima sutram agacchati astu astu aduna agacchami avacchami bhagneesh sambhavana ita kem artham bhagneesh possibility a police is alerting you wear your seat belt so you don't get thrown out Now there is a possibility of you getting thrown out if you don't wear your seat belt right it is a possibility adevasti sambhavana there is a possibility of an older like you know of you falling down if you don't hold on to the rails properly so okay. that is a sambhavana there is a possibility you hear the possibility is not in the past right I'm not saying yeah. you did not hold the rail so you fell down or you are not holding the rail right now that is why you are right now falling down iti nasti tatra it is a future possibility where I am saying okay. hold on to the rail so you don't fall down that is a future possibility you might fall down in the next minute or in the tomorrow or it could be like whenever it could happen any time like if you don't wear a seat belt and drive if you get ejected out any time in the future probably it has happened in the past but I am not indicative of that my sentence here and the police posts a message it's not about indicative of what happened in the past but rather about the future possibility okay amaya possibility sambhavana means possibility or the incident no it is only possibility in this case possibility. It is only possibility there oh. and there is a way there is a tatra we can also use vidhiling for vidhi so you should do it iti vidhi police says okay you should stab what you should pull over iti police vadanti kalu ha ha ha means you should pull over that is a vidhi or or it could be a kid on the side of the street says madam can you please pull over and help me out so that is amantrana nimantrana all of that comes under you can use vidhiling for that kripaya stagayatu iti vadami kalu भवान् स्थगयतु इति यत्र वदति भवान् स्थग्यात् इति वदति चेत् तत्र तु तिष्ठेत् इति वदामि चेत् भवान् तिष्ठेत् इति वदामि चेत् तत्र तु विधिः अस्ति तत्र तु उभयतापि भवति तस्य अर्थः विधिलिङ्गम् अस्ति चेत् भवान् तिष्ठतु नो चेत् भवान् तिष्ठेत् उभय तत्र लोट्लकारः तत्र विधिलिङ्ग्लकारः तस्य अर्थः अस्ति इट् केन् बि ऐदर् विधिः I'm asking, I'm forcing you to pull over, to stop, or I could be like, can you please stop iti asmin arte api bhavati, amantrana nimantrana iti. Or you can stop if you can, and you don't have to stop if you don't have want to iti api artha bhavati tatra. Adhishta api bhavati. So it can be like a tradition is where like a guru says, okay, you have to do it iti. Tadrishya lagu lagu bheda api bhavanti, but it is not a kala nirnaya. I'm not saying like it, that I could have used bhavan sthishtet hyaha iti aham vaktum shaknomi iti aham yaha uktava hyaha uktavati iti vaktum shaknomi bhavan tishtet iti aduna vadami iti vaktum shaknomi no chit bhavan swaha tishtet iti api vaktum shaknomi kala nirnaya tatra nasti sakshat it's not specific to a kala. I can use it in any of the kalas vidilin in that sense, or I'm ordering or I'm requesting or stuff, right? But here it's not an order or a request, but we are talking about just a possibility. If you don't wear a seatbelt, you might get ejected out. If you don't do this, you do that. That's right. If you look at the sentence even, there is a hetu and there is a hetu mal. The hetu, like if you don't wear a seatbelt, you'll get ejected out. If you don't hold on to the rails, you'll fall down. Right? So there is a hetu and a hetu mal, and there is a future possibility. It's not about present, it's not about past, what happened. We're not talking about what actually happened in the life, but there is a possibility of what might happen in the future, Tavadeva. Hetuman itikte karyam adava palam. Hetu holding on to the rail is the hetu, and not falling is a hetuman. So if you... हेतुमत् हेतुमान् समानमर्थः हेतुमत् इति हेतुः अस्य अस्ति इति मतु प्रत्ययः हेतुमत् इति प्रातिपदिकं पुल्लिङ्गे हेतुमान् इति भवति प्रथमाविभक्ति हेतुमत् प्रातिपदिकस्य हेतुमान् अस्ति हेतुः अस्ति महोदय भवान् अहं किमपि सहायं करोमि भवन्तम् अस्तु तर्हि अहं हेतुः भवामि न विन्यान् सहायता भवतः तु हेतुः अस्ति खलु यु आर् हेविङ्ग् अ हेतु हेल्प् इन् दि आक्टिविटि रैट् सो देट् बिकम्स् यु बिकम् द हेतुमान् हेतुमत् आर् हेतुमत् वन् हू गेट्स् द हेतु रैट् One who has the hetu or one who gets help from the hetu, that becomes the hetuman. Hetumat iti matu pratyam yojita. Udaharanartam, kim asti? Balavan. Balam asti asti balavan iti bhavati kalu. Buddhi asti iti buddhiman. Tateva hetuhu asti asti. Manimohodesya hetuhu bhavya bhagini asti iti krutva bhavan bhavati manimohodeyatu hetuman bhavati. Oh, adanya. हनुमान् अहं सत्यं तथा होल्डिङ्ग् आन् टु द रेल्स् हेतुः भवति इट् इस् दि यूस् एण्ड् दि इट् इस् अ हेल्प् एण्ड् नाट् फालिङ्ग् बिकम्स् द बेनिफिट् द बेनिफिशरि रैट् सो देट् बिकम्स् द बेनिफिशरि आफ् दि हेल्प् द होल्डिङ्ग् आन् टु रेल्स् So there is a hetu hetuman bhavah. In the same sentence, you have two components. Iti vayam avagacham. It's not like I'm saying, don't fall. Oh, don't fall doesn't have a hetu. Right? Now this sentence, when I'm saying, hold on to the rails, so you don't fall down, that has two components in it. One activity is holding on to the rail, other activity is not falling. And one impacts the other, right? One helps the other out, which is a possibility. Falling is a possibility, and holding on to the rails helps out the other possibility. So iti krutva tatra vidhiling lakaraha hetu tatra sambhavanarte vidhiyate. Cause and effect, it's a cause and effect. Samanam asti mahodaya satyam. So it's not exactly cause and effect. I cannot say if you do this it will happen, I am not saying. There is a possibility of happening. Possibility. Possibility. Tikritvava sambhavana iti. I'm not saying like you do the, if I say, hey, if you lie, then I will hit you, then it's not a possibility. It is a surely it will happen. That is a cause and effect. The father say to the son, you lie and I'll hit you. So that is a cause and effect. But here it is not cause and effect. It is more like a possibility. If you lie, then you might not grow up to be a trustworthy person. There is a possibility. People might have some white lies in their lives, so but they still end up being good people, right? So, but it's a possibility. Tarhi viramama. धन्यवाद शुभरात्रि धन्यवाद भगिनी शुभरात्रि धन्यवाद शुभरात्रि धन्यवाद भगिनी शुभरात्रि